ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति केषु गणेषु गुणः सम्भवति धात्वङ्गे। पूर्वस्मिन् वर्गे वयं दृष्टवन्तः तत्र यः गणचिन्तनं यः अस्ति सः इदानीं वयं जानीमः गणचिन्तनं केवलं चतुर्षु लकारेषु एव तत्र भवति। इत्युक्ते तत्र दशलकाराः सन्ति, तेषु लट् लोट् लङ् अपि च विधिलिङ्ग्। एतेषु चतुर्षु लकारेषु तत्र गणचिन्तनं भवति। यदा वयं गणचिन्तनम् इति वदामः चेत् तत्र धातुः कस्मिन् गणे अस्ति इति चिन्तनम्। परन्तु किमर्थं गणचिन्तनं करणीयम् इति प्रश्ने सति चेत् चतुर्षु लकारेषु यदा वयं धातुयोगतिबादयः योजयामः तत्र कर्तरी शब् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति। एतत् सूत्रस्य प्रसक्तिः भवति चेत् तत्र अन्यगणविकरणप्रत्ययानां सूत्राणामपि तत्र प्रसक्तिः भवति। सो तत्र भिन्नभिन्नगणेषु भिन्नभिन्नविकरणप्रत्ययाः सन्ति। विकरणप्रत्ययाः तत्र यः तिङन्तप्रकरणम् अस्ति एतेषु चतुर्षु लकारेषु तत्र विकरणप्रत्ययस्य भागः मध्ये श्रूयते। मध्ये इत्युक्ते धातुतिबादयस्य मध्ये विकरणप्रत्ययस्य भागः तत्र आयाति। अतः लट् लोट् लङ् अपि च विधिलिङ्ग् एतेषु चतुर्षु लकारेषु विषये यदा वयं तिङन्तप्रकरणं कुर्मः तिङन्तरूपं साधनवेलायां तत्र गणचिन्तनम् आवश्यकम्। अतः तत्र धातुः कस्मिन् गणे अस्ति इति जानीमः चेदेव तत्र वयं प्रक्रिया प्रारम्भं कर्तुं शक्यते। सो तत्र एतेषु चतुर्षु लकारेषु एव तत्र ये दशगणाः तत्र सन्ति तेषां विषये कस्मिन् कस्मिन् गणे कः विकरणप्रत्ययः इति जानीमः चेदेव तत्र वयं तत्र तिबादयः योजयितुं शक्नुमः। अन्ततो गत्वा तत्र वयं तिङन्तरूपं किं लटि तिङन्तरूपं किम् अथवा लङ् लकारे तिङन्तरूपं किम् इति वयं तत्र ज्ञातुं शक्यते। सो चतुर्षु लकारेषु एव घनचिन्तनम् आवश्यकम्, अन्येषु लकारेषु तत्र घनचिन्तनम् आवश्यकं नास्ति। सो एतेषु चतुर्षु लकारेषु ये तिवादयः वयं योजयामः प्रायशः ते सार्वधातुतिवादयः। तत्र एतादृशः चिन्तनं तु तत्र अष्टाध्यायीग्रन्थे न लभ्यते, परन्तु पुष्पादीक्षित माता यत् प्रक्रिया निर्मितं सार्वधातुकप्रक्रिया अपि च आर्धधातुकप्रक्रिया तेन किं भवति तेन सरलं भवति, प्रक्रिया सरलं भवति। अतः वयं किं वदामः तत्र चतुर्षु लकारेषु एव एतत् कर्तरी शब् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति। अन्येषु षट्षु लकारेषु तत्र कस्यचित् भिन्नसूत्रद्वारा मध्ये किमपि भिन्नप्रत्ययः आयाति, यः शित् नास्ति। शित् नास्ति चेत् सः अर्धधातुकप्रत्ययः भवति। अतः तत्र किं तत्र लकार सो यथा वयं धातुयोग लकारः कुर्मः तस्मिन् सोपाने एव भिन्नविकरणप्रत्ययस्य विधानं तत्र महर्षिणा कृतम्। अतः तेषु षट्षु गणेषु प्रथमसोपाने एव अनुबन्धानां निष्कासनम् अनन्तरम् एव तत्र लकारनिमित्तिकं विकरणप्रत्ययः मध्ये आयाति। शप् शन् श्नु शश्नम् ऊष्णाश् एते सर्वे गणविकरणप्रत्ययः, गण आधारेण एते विकरणप्रत्ययः आयान्ति। इत्युक्ते तत्र सूत्रमस्ति दिवादिभ्यः शन्। सो दिवादि यः अस्ति सः एकं गणम् अस्ति, एकं गणस्य नाम महर्षिणा कृतं दिवादिगणः, तथैव स्वादिभ्यः श्नु इति सूत्रेण यः श्नु प्रत्ययस्य विधानं सः केवलं स्वादिगणे धातुविषये एव। अतः वयं किं वदामः, शप् शन् श्नु शश्नम् उष्णा, एते प्रत्ययाः, एते अपि प्रत्ययाः। किमर्थं प्रत्ययाः? धातु अनन्तरम् एतेषां विधानं भवति, परन्तु एते विकरणप्रत्ययाः अपि च एते गणनिमित्तविकरणप्रत्ययः, गण आधारेण एतेषां एतेषां प्रत्ययानां विधानं तत्र कृतं महर्षिणा। अतः वयं किं वदामः, एते सर्वे गणनिमित्तिकविकरणप्रत्ययः, गणनिमित्तीकृत्य एतेषां प्रत्ययानां विधानम्। अपि च तत्र यः शतासि लृ लुटो लृट् लकारे यः तत्र स्य इति विकरणप्रत्ययः मध्ये आयाति, सः अपि विकरणप्रत्ययः, परन्तु स्य तास् चिलि एते सर्वे लकारनिमित्तिकविकरणप्रत्ययः। इत्युक्ते यदा वयं धातुयोग लृट् कुर्मः तत्र स्य मध्ये आयाति, लृट् लकारे यदा धातुयोगः लृट् भवति अनुबन्धानां निष्कासनम् अनन्तरम् एव तत्र स्य मध्ये आयाति। स्य अपि विकरणप्रत्ययः, यथा श्यन् इति विकरणप्रत्ययः तथैव स्य अपि विकरणप्रत्ययः, परन्तु सः विकरणप्रत्ययः। कृपया म्यूट् मध्ये तिष्ठतु, तत्र बहु ध्वनिः आयाति। सो स्य ताश्चिलि एते सर्वे अपि विकरणप्रत्ययाः, परन्तु ते लकारनिमित्तिविकरणप्रत्ययः, लकारनिमित्तीकृत्य तेषां विधानम्, परन्तु श्यन् श्नु एते सर्वे घननिमित्तिकविकरणप्रत्ययः। सो विकरणप्रत्ययः अपि द्विविधा, एकमस्ति घननिमित्तिकविकरणप्रत्ययः, द्वितीयमस्ति लकारनिमित्तिविकरणप्रत्ययः। अतः वयं किं वदामः, यः विकरणप्रत्ययः सार्वधातुकविकरणप्रत्ययः, ते तत्र सार्वधातुकप्रक्रिया भवति, यत्र प्रथमसोपाने एव तत्र स्य तास् चिलि एते प्रत्ययः पश्यामः चेत् धातु अनन्तरं यत्किमपि शब्दसमूहस्य विधानं महर्षिणा कृतं सूत्रद्वारा तस्य प्रत्यय इति संज्ञा भवति। सो धातु अनन्तरं यः प्रत्ययः सः सार्वधातुक् अथवा आर्धधातुक्, केवलं तत्र केवलं द्वे तत्र एव संज्ञा अस्ति, धातु अनन्तरं ये प्रत्ययाः ऐदर् सार्वधातुक् तेषां संज्ञा और् आर्धधातुक्। सो सार्वधातुक् इति वदामः चेत् शित् अस्ति चेत् सार्वधातुक्, अपि च तिङ्समूहे आयाति चेत् सार्वधातुक्, शित् भिन्न तिङ् भिन्न अस्ति चेत् शित् नास्ति, शित् विहाय तिङ् विहाय अस्ति चेत् आर्धधातु। सो स्य ताश्चिलि एते पश्यामः, एते प्रत्ययः पश्यामः चेत् शित् नास्ति, तिङ्समूहे अपि न आयाति, अतः आर्धधातुकं शेषः इत्यनेन ते सर्वे आर्धधातु। सो प्रथमसोपाने एव धातु अनन्तरम् आर्धधातुकप्रत्ययस्य विधानं भवति, अतः तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः न भवति। कृपया म्यूट् मध्ये तिष्ठतु, तत्र ध्वनिः आयाति। सो तत्र धातु अनन्तरं यदा कोऽपि प्रत्ययः आयाति चेत् तदा सर्वदा प्रथमसोपाने एव तत्र द्रष्टव्यम्, सार्वधातुकप्रत्ययः वा आर्धधातुकप्रत्ययः। सार्वधातुकप्रत्ययः अस्ति चेत् भिन्नचिन्तनम्, आर्धधातुकप्रत्ययः अस्ति चेत् भिन्नचिन्तनम्, तत्र प्रक्रिया एव भिन्नः भवति, एकः सार्वधातुकप्रक्रिया भवति, अन्यत् भवति आर्धधातुकप्रत्ययः। वयं जानीमः यत्र सार्वधातुकप्रत्ययः धातु साक्षात् अनन्तरम् आयाति तत्र कर्तरीषप् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति। यत्र धातुयोग सार्वधातुक् आर्धधातुकप्रत्ययः भवति चेत् तत्र कर्तरीषप् सार्वधातुके इति सूत्रस्य प्रसक्तिः न भवति, तत् अनन्तरं तत्र शन् शनु एते प्रत्ययः अपि न आगन्तुं शक्यते, किमर्थं चेत् दिवादिभ्यः शन् स्वादिभ्यः श्नु तुदादिभ्यः शः रुदादिभ्यः श्नम् एते सर्वे सूत्राणि विकरणप्रत्ययविधायकसूत्राणि येन विकरणप्रत्ययस्य विधानं महर्षिणा कृतम्। एतेषु सूत्रेषु सर्वदा सार्वधातुके सार्वधातुके इति पदस्य अनुवृत्तिः भवति। सो सार्वधातुके परे एव शन् श्नु शश्नम् आयाति। यदा वयं धातुयोग अनियर् कुर्मः, अनियर् इति प्रत्ययः पश्यामः चेत् शित् नास्ति, तिङ्समूहे नायाति, अतः आर्धधातुकं शेषः इत्यनेन अनियर् प्रत्ययः आर्धधातुक् भवति। तस्मिन् सोपाने धातुयोग अनियर् यदा भवति तत्र सार्वधातुकप्रत्ययः परे न अस्ति, अतः तस्मिन् सोपाने कर्तरि शब् सार्वधातुके इति सूत्रस्य प्रसक्तिः एव न भवति। अपि च दिवादिभ्यः शन् स्वादिभ्यः शृणु एतेषां सूत्राणामपि विधानं तत्र न भवति, किमर्थं चेत् सर्वेषु सूत्रेषु सार्वधातुके सार्वधातुके इति सूत्रस्य अनुवृत्तिः भवति। अतः सार्वधातुके निमित्तीकृत्य एव शन् श्नु शश्नम् एते आयाति। सो यदा वयं धातुयोग लट् लकार कुर्मः, लट् लकारविषये महर्षिणा किमपि अन्यत् सूत्रं न दत्तं, यथा तत्र अस्ति स्यतास्य लृ लुटो। सो लृट् लकारे लृङ् लकारे अपि च लिट् लकारे तत्र महर्षि लकारनिमित्तिकं विकरणप्रत्ययः सूत्रद्वारा दत्तम्, परन्तु लट् विषये तथा नास्ति, लङ् विषये तथा तादृश कोऽपि सूत्रमेव नास्ति, विधिलिङ्ग्लकारविषये तादृश कोऽपि सूत्रं नास्ति, अपि च चतुर्थं किम् अस्ति लङ्लकारः। एतेषु चतुर्षु लकारेषु तत्र कोऽपि एतादृशः लकारनिमित्तिकविकरणप्रत्ययस्य विधानं महर्षिणा न कृतं। सो तत्र किम्, केवलं तत्र यः कर्तरि शब् सार्वधातुके इति सूत्रं सः सर्वत्र आयाति। यदा वयं सि धातुयोग कोऽपि धातु यत् किमपि धातु अस्ति धातुयोग शानच् कुर्मः चेत् तत्र सर्वदा प्रथमसोपाने एव द्रष्टव्यं। यदा वयं धातुयोग प्रत्ययः कुर्मः प्रथमसोपाने एव द्रष्टव्यं यः प्रत्ययः तस्य स्वभावः कः, सः शित् वा अशित्। शित् अस्ति चेत् सः सार्वधातुक् भवति, अशित् अस्ति चेत् सः अर्धधातुक् भवति, अर्धधातुक् भवति चेत् भिन्नचिन्तनं, सार्वधातुक् भवति चेत् भिन्नचिन्तनं। सो प्रथमसोपाने एव द्रष्टव्यं प्रत्ययस्य स्वभावः कः, प्रथमसोपाने धातुः कस्मिन् गणे अस्ति इति चिन्तनं न करणीयम्। यदा सार्वधातुकप्रत्ययः परे आयाति तदा एव गणविषये चिन्तनं करणीयं, किमर्थं चेत् गणविकरणप्रत्ययः केवलं सार्वधातुकप्रत्ययपरे एव आगन्तुं शक्यते। शन्षु गणचिन्तनं किमर्थं, विकरण भिन्नभिन्नगणेषु भिन्नविकरणप्रत्ययः, अतः चिन्तनं करणीयं, परन्तु कदा करणीयं, यदा तत्र धातु अनन्तरं कोऽपि सार्वधातुकप्रत्ययः अस्ति। आर्धधातुकप्रत्ययः योजयामः चेत् तत्र एतादृशचिन्तनमेव न करणीयं, धातुः कस्मिन् गणे अस्ति इति न तत्र द्रष्टव्यम् इति मम कथनस्य आशयः। अहं चिन्तयामि सर्वैः अवगतम्। इदानीं तत्र यः अस्माकं शीर्षकम् अस्ति केषु गणेषु गुणः सम्भवति धात्वङ्गे, अत्र केवलम् अस्मिन् करपत्रे केवलं धातु अङ्गे यः गुणः भवति। वयं दृष्टवन्तः तत्र धातुयोगविकरणप्रत्ययः कुर्मः चेत् तत्रापि गुणः सम्भवति तिबादयस्य कारणेन, परन्तु अस्मिन् करपत्रे यः शीर्षकम् अस्ति धातु अङ्गे इत्युक्ते साक्षात् धातु यः अस्ति तत्र धातौ गुणः कस्मिन् कस्मिन् गणे भवति इति तत्र चिन्तनम्। सो वयं दृष्टवन्तः गुणस्य कृते सूत्रद्वयं सार्वधातुकार्धधातुकयोः अपि च पुगन्तलघुपदस्य च सूत्रद्वयम् एव गुणकार्यस्य कृते, अपि च तेषु तयोः सूत्रयोः तत्र निमित्तं किम् अस्ति, सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः परे अस्ति चेदेव गुणकार्यं करणीयम् इति सूत्रद्वयं वदति। किमर्थं चेत् तत्र निमित्तम् अस्ति सप्तमी निमित्तम् अस्ति सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः। अनन्तरं वयम् एकम् अन्यत् सूत्रं दृष्टवन्तः पठितवन्तः सार्वधातुकम् अपित् सार्वधातुकम् अपित् इति अतिदेशसूत्रं तेन किं निर्देशम् इति वदामः चेत् यः सार्वधातुक अपित् प्रत्ययः वयं दृष्टवन्तः तत्र छित् प्रत्ययेषु कुत्रचित् पकारस्य अपि इत् अस्ति कुत्रचित् पकारस्य इत् न दृश्यते यथा शन् इति प्रत्ययः शन् इति प्रत्ययः शित्वात् तु सार्वधातुक इति संज्ञा प्राप्नोति परन्तु अत्र कोऽपि पकारस्य इत् संज्ञा नास्ति। सो पकारस्य एकं विशिष्टप्रयोजनम् अस्ति व्याकरणशास्त्रे। तत् प्रयोजनं किम्? अस्मिन् सूत्रे तत् प्रयोजनम् एव दत्तं सार्वधातुकम् अपित्। अत्र अपित् इति पदं दत्तं महर्षिणा। सो अपित् इत्युक्ते किम्? यस्मिन् पकारः इत् न सः अपित्। यथा शन् पकारस्य इत् न, सो शन् अपित् प्रत्ययः। श्नु कोऽपि पकारस्य इत् संज्ञा नास्ति अतः श्नु इति प्रत्ययः अपित् प्रत्ययः। श अपित् प्रत्ययः, श्नम् अपित् प्रत्ययः। उ अपि अपित् अस्ति परन्तु सार्वधातुक नास्ति अतः अत्र सार्वधातुकम् अपित् इति सूत्रस्य प्रसक्तिः एव नास्ति। किमर्थं चेत् तत्र प्रथमे किं दत्तम्? अपित् पूर्वे किं दत्तं? सार्वधातुकम्। श्ना अपि सार्वधातुक अस्ति, सार्वधातुक प्रत्ययः अस्ति। किमर्थं चेत् शित् अस्ति, शित्वात् सार्वधातुक भवति। सूत्रमेव शित्तिंशित् सार्वधातुकं। सर्वे शित् प्रत्ययः, ये धातु अनन्तरं प्रत्ययः यदि ते शित् अस्ति तेषां संज्ञा सार्वधातुक इति भवति। तत्र कोऽपि क्लेशः एव नास्ति, तत् स्पष्टं। सो धातु अनन्तरं ये प्रत्ययः यदि ते शित् ते सार्वधातुक भवन्ति। सो सार्वधातुक अपित् प्रत्ययः किं? सूत्रम् अतिदेशसूत्रम् अस्ति, अनेन किञ्चित् अतिदिश्यते। किम् अतिदिश्यते? निद् प्रत्ययस्य स्वभावः अतिदिश्यते। सो सार्वधातुकम् अपित् प्रत्ययस्य उपरि निद् स्वभावः अध्यारोपिते अतिदिश्यते। अडिशनल् तत्र तस्य एकम् अन्यत् लक्षणमपि आयाति अतिदेशसूत्रद्वारा। सो यः अतिदेशसूत्रं किम्? यः यथा नास्ति सः तथा भवति। शन् नित् न अस्ति परन्तु शन् नित् भवति। केन सूत्रेण? सार्वधातुकम् अपित् अतिदेशसूत्रेण। शन् निद् न अस्ति परन्तु निद् भवति। निद् भवति चेदेव किनिति च सूत्रस्य प्रसक्तिः। यदा एकवारं शन् इति विकरणप्रत्ययः निद् इव भवति, निद् समानं भवति, तत्र एव तदा एव किम्? किनिति च सूत्रस्य प्रसक्तिः। अन्यथा तत्र किनिति च सूत्रस्य प्रसक्तिः एव नास्ति। यदा वयं धातु दिवयोग शन् कुर्मः तत्र दिव्ययोगशन् कुर्मः चेत् तत्र डैरेक्ट् वयं न वक्तुं शक्यते। अत्र किनिति च सूत्रस्य सूत्रद्वारा गुणस्य बाधा दिवदेव न भवति, किनिति च सूत्रं बाधा करोति इति वयं न वक्तुं शक्यते। किमर्थं चेत् किनिति च सूत्रे किम् उक्तं? तत्र उक्तं प्रत्ययः कित् घित् नित् अस्ति चेदेव बाधा। परन्तु शन् इति पश्यामः चेत् कित् नास्ति, गित् अपि नास्ति, कण्ठनकारस्य नकारस्य इत् नास्ति, अतः नित् अपि नास्ति। सो कथं किनिति च सूत्रस्य प्रसक्तिः अत्र? सो तत्र प्रथमसोपाने किं वक्तव्यं? सार्वधातुक अपित् प्रत्ययः अस्ति अतः निद् इव अस्ति, निद् समानम् अस्ति। एकवारं निद् समानं भवति चेदेव किनिति च सूत्रम् आगन्तुं शक्यते। सो शन् इति विकरणप्रत्ययः यद्यपि साक्षात् नित् नास्ति परन्तु अतिदेशसूत्रद्वारा शन् निद् इव भवति, अतः तत्र किनिति च सूत्रस्य प्रसक्तिः भवति। अतः दिव् एव तिष्ठति, देव न भवति। कोऽपि अन्यद्धातुः अस्ति दिवादिगणे यत्र गुणप्रसङ्गः अस्ति तत्र गुणः बाधितं, तत्र गुणः न करणीयं। तथैव सर्वेषु अन्येषु गणेषु यत्र सार्वधातुक अपित् प्रत्ययः साक्षात् धातु अङ्गे साक्षात् अनन्तरम् आयाति। सो शन् धातु अङ्गे गुणः न भवति, श्नु धातु अङ्गे गुणः न भवति, श धातु अङ्गे गुणः न भवति, श्नमपि तथा एव, श्नमपि तथा एव, श्ना अपि तथा एव। परन्तु श्नम् इति यः अस्ति विशिष्टगणः अस्ति, किमर्थं चेत् अत्र यः विकरणप्रत्ययः सः मित् अस्ति। मित् अस्ति चेत् तस्य विधानं धातु अनन्तरं न भवति, धातौ यः अन्तिम् अचः तस्य परे भवति। सो अन्तिमवर्णः धातौ अन्तिमवर्णः कः इति द्रष्टव्यं तत्र। परन्तु तत्र सामान्य इति चिन्तनं कुर्मः चेत् रुदादिगणे अपि धातु अङ्गे गुणः न भवति, अत्र लिखितमस्ति, वयं पठितवन्तः। शन् शु श्नु श श्नं श्ना इति प्रत्ययः शित् तु सन्ति, शित्वात् गुणस्य प्रसक्तिः भवति, परन्तु अपित् अस्ति, अतः तत्र सार्वधातुकम् अपित् इति सूत्रद्वारा एते सर्वे प्रत्ययाः निद् इव कार्यं करोति। अतः निद् इव कार्यं करोति चेत् किनिति च सूत्रद्वारा तत्र बाधा भवति। सो यत्र यत्र शन् शु श इति प्रत्ययः आयान्ति तत्र धात्वङ्गे गुणः न भवति इति तत्र अस्मिन् करपत्रे दत्तम्। सो तत्र किम् अवशिष्टभागः इदानीं किं? भवादिगणः, अदादिगणः, ज्योत्यादिगणः, अपि च तनादिगणः यः ऊविकरणप्रत्ययः, चुरादिगणे अपि शप् विकरणप्रत्ययः। सो प्रायशः एतेषु गणेषु धातुवङ्गे गुणः सम्भवति, परन्तु यत्र सार्वधातुक अपित् विकरणप्रत्ययः अस्ति तत्र धातुवङ्गे कदापि गुणः न भवति इति वयं पूर्वस्मिन् वर्गे दृष्टवन्तः। इदानीं तत्र कुत्रतः सप्तमबिन्दुतः पठनानां तत्र आर्धधातुकविकरणप्रत्ययः इदानीं तत्र आर्धधातुकविकरणप्रत्ययः के एतत् परिच्छेदम् आरभ्य तत्र पठामः। कोऽपि इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति वा? कस्यचित् मनसि प्रश्नः अस्ति चेत् कृपया पृच्छतु, अन्यथा वयं तत्र पाठस्य प्रति गच्छामः। अस्तु, नास्ति चेत् कः आरम्भं करोति, कः अथवा कः आरम्भं करोति? कृपया स्वयम् अग्रे आगच्छतु। चेतना भगिनी पठितुमिच्छति वा? पठतु। अर्धधातुकविकरणप्रत्यया के? केवलम् उ। स च कस्य गुणस्य विकरणप्रत्ययः? तनादिगणस्य। सार्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण यत्र आर्धधातुकप्रत्ययः अस्ति तत्र गुणः विहितः। भगिनि, विहितः इत्युक्ते? विहितः इत्युक्ते सम्भवति, तत्र गुणः भवति एव, तत्र गुणस्य तत्र तत्र गुणस्य सर्वाणि निमित्तानि पूरितानि, अतः तत्र गुणः करणीयम् इति तत्र लिख अत्र विहितः इत्युक्ते तत्र गुणः सम्भवति, तत्र गुणः भवति। अत्रापि किणिति च इत्यनेन गित्वात् कित्वात् णित्वात् च गुणकार्यं बाध्यते, अतः गित् कित् णित् च नास्ति चेत् बाधा नास्ति। आर्धधातुकप्रत्ययस्य प्रसङ्गे सार्वधातुक अपित् इति सूत्रस्य प्रसङ्गः नास्त्येव, अतः अपित्वात् न बाधा। तनादिगणे उ इति विकरणप्रत्ययः गित् कित् णित् च नास्ति, अतः अत्रापि गुणः अर्हः। तनातिगणे विकरणप्रत्ययः उ अस्ति, उ सार्वधातुकं नास्ति, अतः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकप्रत्ययः भवति. सार्वधातुकार्धधातुकयोः इति सूत्रेण आर्धधातुकमस्ति, अतः तत्र गुणः भवति, गुणः सम्भवति. सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अर्थः कः भगिनी वदतु? सार्वधातुकं तिङ्क्षित् सार्वधातुकम् इत्युक्ते तिङ् वा षित् वा. सार्वधातुक अर्धधातुकयोः इति विधिसूत्रं, तस्य सूत्रस्य अर्थः कः इति मम प्रश्नः. सार्वधातुक एतत् सूत्रं सप्तम्यन्तम्, अतः सार्वधातुक अर्धधातुकं प्रत्ययः अस्ति चेत् तस्य ते निमित्तं भवति, तस्य पूर्वं कार्यं भवति, कार्यं गुणकार्यं भवति इति. यदा वयं सूत्रस्य कः अर्थः इति वदामः चेत्, फस्ट् इस् देट् वि शुड् नो द सूत्र अर्थः, सम्पूर्णसूत्र अर्थः कः. इफ् वि फस्ट् देर् इस् वि शुड् नो द अनुवृत्तिसहितसूत्रम्. इफ् वि डोण्ट् नो द अनुवृत्तिसूत्रं देन् आल्सो वि शुड् नो द सम्पूर्णसूत्र अर्थः. सो इफ् यु नो द अनुवृत्तिसहितसूत्रं पठामः चेत् वयं सूत्रस्य सम्पूर्ण अर्थः कः इति ज्ञातुं शक्यते, अन्यथा अपि यू केन् रिमेम्बर् द सूत्र अर्थः. सार्वधातुकार्धधातुकयोः इति गुणविधायकसूत्रम्, अनेन गुणकार्यं विधीयते. सो सूत्रं किं वदति? धातु अनन्तरं कोऽपि सार्वधातु अथवा अर्धधातुकप्रत्ययः विधीयते चेत् तत्र गुणकार्यं भवति, परन्तु कुत्र गुणकार्यं भवति? अन्ते स्थितस्य इकवर्णस्य गुणः भवति. सो धातु सपोज् तत्र लिखितधातुः, लिखितधातुः तत्र अन्ते इकवर्णः न विधीयते, अन्ते खकारः. चूरितधातुः, चूरितधातुः अन्ते इकवर्णः नास्ति. सो यत्र अन्ते इकवर्णः नास्ति अङ्गे अथवा धातौ, तत्र सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः एव नास्ति. किमर्थं चेत् एतत् सूत्रम् अन्ते स्थितस्य इकवर्णस्य गुणः करोति एतत् सूत्रम्. सो इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः इति सूत्रं तत्र अनुवृत्तिसहितसूत्रं भवति. सो इकः अङ्गस्य यः गुणः अनेन सूत्रेण भवति सः कदा भवति इति प्रश्ने सति चेत्, सार्वधातुकनिमित्तीकृत्य भवति, अपि च अर्धधातुकनिमित्तीकृत्य. सप्तमी यान्तं पदः अस्ति सार्वधातुकार्धधातुकयोः, सूत्रं तावदेव अस्ति. परन्तु वयं जानीमः अत्र एतत् सूत्रं पश्यामः चेत् किमपि न अवगम्यते, परन्तु अत्र पूर्वसूत्रात् अनुवृत्तिः आवश्यकम्. सो सम्पूर्णसूत्रं किं भवति? इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः. तत्र यः विशेषणविशेषः भावः तेन किं भवति? इकः अङ्गस्य षष्ठ्यन्तम् अस्ति इकः अङ्गस्य, तेन किं भवति? येन विधि तदन्तस्य. सो तदन्तविधिः, सो अन्ते स्थितस्य एकवर्णस्य एव गुणः. किमर्थं चेत् तत्र तदन्तविधिः इति सूत्रस्य प्रसक्तिः भवति, येन विधि तदन्तस्य. अपि च एकम् अन्यत् सूत्रं वदति, तदन्तविधिः इत्युक्ते अन्ते स्थितस्य एक अङ्गस्य गुणः करणीयं, परन्तु सम्पूर्ण अङ्गस्य न करणीयम्. अलो अनन्तस्य अन्ते स्थितस्य आलवर्णस्य यजसः आलवर्णः इक् अस्ति तदा एव गुणकार्यं करणीयं. सो इकः अङ्गस्य गुणः, अत्र अङ्गस्य इकः गुणः नास्ति, तत्र भेदः. अत्र इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः. सो अत्र अन्ते स्थितस्य इक् वर्णस्य यः गुणकार्यं भवति, यत्किमपि अङ्गं, साक्षात् धातु अङ्गम् अस्ति अथवा धातुयोगविकरणप्रत्ययः रूपी अङ्गम् अस्ति, यदि तत्र अन्ते इक् वर्णः, चोरी, चोरी अपि अङ्गम् अस्ति, धातु अस्ति, पर तत्र अन्ते इक् वर्णः अस्ति, अतः तत्र अपि सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः. सो यत्र यत्र अन्ते इक् वर्णः विधीयते तत्र तस्य अङ्गस्य परे कोऽपि सार्वधातुक् अथवा आर्धधातुक्. अत्र आर्धधातुक् विषये दत्तं, किमर्थं चेत् ऊ इति शित् नास्ति, तिङ्गपि नास्ति, अतः आर्धधातुक् अस्ति. सो न केवलं सार्वधातुक् निमित्तीकृत्य गुणकार्यं भवति, आर्धधातुक् निमित्तीकृत्य अपि गुणः भवति. लिख् योग अनियर् कुर्मः चेत् तत्र लिख् लेख् भवति, तत्र घनचिन्तनं नास्ति, तत्र श मध्ये नायाति, अतः तत्र गुणस्य बाधा नास्ति, तत्र लिख् लेख् भवति, लेखनीय इति रूपं भवति. किमर्थं चेत् आर्धधातुक् प्रत्ययः निमित्तं भवति तत्र गुणकार्यस्य कृते. सो यत्र यत्र गुणकार्यं भवति तत्र सार्वधातुक् प्रत्ययः निमित्तं भवति, आर्धधातुक् प्रत्ययः अपि निमित्तं भवति. किमर्थं चेत् सप्तमी द्विवचनात् पदम् अस्ति, सार्वधातुक् आर्धधातुकयोः सप्तमी द्विवचनात् पदम् अस्ति. सो यथा तत्र सार्वधातुक् प्रत्यपरे गुणकार्यं, तथैव अर्धधातुक् प्रत्यपरे अपि गुणकार्यं. सो तनादिभ्यः यः विकरणप्रत्ययः, सः उकारः, उकारः शित् नास्ति, तिङ्गपि नास्ति, अतः अर्धधातुकं शेषः इत्यनेन सः अर्धधातुक् प्रत्ययः भवति. अतः सार्वधातुक् अर्धधातुकयोः इति अन्येन सूत्रेण यत्र अर्धधातुक् प्रत्ययः अस्ति ऊ, यत्र अर्धधातुक् प्रत्ययः अस्ति तत्रापि गुणः विहितः, तत्रापि गुणस्य सम्भावना अस्ति. किमर्थं चेत् सूत्रे अर्धधातुक् प्रत्ययः अपि निमित्तं, सार्वधातुक् प्रत्ययः अपि निमित्तं, द्विवचनात् पदम् अस्ति. अतः तत्र अर्धधातुक् प्रत्ययः अस्ति चेदपि गुणः विहितः इति तस्य अर्थः. अवगतं वा भगिनि? आं भगिनि. वदतु. इदानीम् ऊ विकरणप्रत्ययः आर्धधातुकम् अस्ति, आर्धधातुकम् अस्ति चेत् कित्वा घित्वा णित्वा इति द्रष्टव्यम्. अत्र किमर्थम् इत्युक्ते आर्धधातुकप्रत्ययः णित् इव अस्ति. आर्धधातुकप्रत्ययः णित् इव अस्ति वा? आर्धधातुकम् अतिदेशसूत्रं किम्? एकमेव अतिदेशसूत्रं पठितम् इदानीं पर्यन्तं, तत् किम्? अतिदेशसूत्रमस्ति सार्वधातुकम् अपित् अपित् इति. सार्वधातुकं सम्पूर्णसूत्रं सार्वधातुक् अपित् प्रत्ययः एव निद्वद्, आर्धधातुक् प्रत्ययः निधिव नास्ति. सो आर्धधातुक् प्रत्ययः विषये साक्षात् कित् गित् नित् अस्ति चेदेव बाधा. आर्धधातुक् प्रत्ययविषये कोऽपि अतिदेशसूत्रमेव नास्ति. सो आर्धधातुक् प्रत्ययः साक्षात् कित्, साक्षात् गित्, साक्षात् नित् अस्ति चेदेव बाधा. आं भगिनि. अतः अत्र उ अस्ति, एतत् कित् नित् नास्ति, अतः किणिति च सूत्रस्य प्रसक्तिः नास्ति. अतः गुणस्य बाधः न सत्यं सत्यं भवति. एकनिमिषः भगिनि, किं महोदय? बहुत धीमी है वाइस न महोदय, तत्र सम्यक् श्रूयते. यु हेव् सम् प्राब्लम् वित् युवर् इन्स्ट्रुमेण्ट् महोदय. इफ् यु आर् जाय्निङ्ग् फ्रम् मोबैल् जस्ट् क्लिक् आन् दट् अबौ दियर् इस् अ स्पीकर् यु नीड् टु क्लिक् आन् देट् देर् इस् सम् प्राब्लम् वित् युवर् इन्स्ट्रुमेण्ट् महोदय. ध्वनि सम्यक् अस्ति आर् सम्यक् श्रूयते. वदतु भगिनि, अग्रे वदतु. तथैव भगिनि, अतः तुदादिगणे उ इति विकरणप्रत्यय तनादिगणे गुणस्य कृते बाधा नास्ति, अतः गुणः भवति. आम्, सो तत्र इदानीं पर्यन्तं वयं दृष्टवन्तः तत्र ये विकरणप्रत्ययाः ते शित्वात् सार्वधातुक् भवति, परन्तु तनादिगणे शित् सार्व यः विकरणप्रत्ययः सः शित् नास्ति, सः शित् नास्ति अतः अशित् अस्ति, अतः आर्धधातुकं शेषः इत्यनेन सः उ इति विकरणप्रत्ययः आर्धधातुकप्रत्ययः. परन्तु यः गुणविधायक सूत्रद्वयं तत्र आर्धधातुकप्रत्ययः अपि निमित्तम् अस्ति. सो पुगन्तलघुपदस्य च इति सूत्रे अपि तत्र सार्वधातुक आर्धधातुकयोः इति यः सप्तम्यान्तं द्विवचनात् पदमस्ति तस्य सम्पूर्णरीत्या अनुवृत्तिः भवति. सो पुगन्तलघुपदस्य च इति सूत्रे यः लघुपदाङ्गस्य गुणः, लघु इकवर्णस्य गुणः, तस्य कृते अपि निमित्तं कारणं किं? सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः. सो द्वयोः गुणविधायकसूत्रस्य कृते निमित्तं किं, कारणं किम् अस्ति? सार्वधातुक अथवा आर्धधातुकप्रत्ययः, कोऽपि सार्वधातुकप्रत्ययः परे अस्ति चेत् गुणः, अथवा अर्धधातुकप्रत्ययः अस्ति चेदपि गुणः. सो अत्र धातुयोग यदा उ भवति तनादिगणे तत्रापि गुणः सम्भवति. किमर्थं चेत् अत्र शित् नास्ति, अपि तत्र शित् विषये एव अपि द्रष्टव्यं. किमर्थं चेत् यः अपित् प्रत्ययः सः सार्वधातुक अस्ति चेदेव निद् इव भवति. सार्वधातुक अपित् एव निद् इव भवति. आर्धधातुकविषये तादृशचिन्तनमेव नास्ति, पित् वा अपित् वा इति तत्र न द्रष्टव्यं. केवलं सार्वधातुकप्रत्ययविषये एव पित् अपित् द्रष्टव्यं. किमर्थं पित् अपित् द्रष्टव्यम्? अपित् अस्ति चेत् सः निद् इव भवति. परन्तु कः प्रथमे तु सः सार्वधातुक भवेत्, उ तु सार्वधातुक नास्ति. सो अत्र पित् अपित् एव न द्रष्टव्यम्. उ कित् अपि नास्ति, गित् अपि नास्ति, नित् अपि नास्ति, साक्षात् अत्र कोऽपि अनुबन्धवर्णाः एव नास्ति. उ इति प्रत्यये कोऽपि अनुबन्धवर्णाः न अस्ति, अतः अत्र गुणस्य बाधा एव नास्ति. अत्र किनिति च सूत्रस्य प्रसक्तिः एव नास्ति. अनन्तरं वदतु सार्वधातुकम् इति सूत्र. महोदय, एकः प्रश्नः अस्ति, पृच्छामि वा? वदतु महोदय. महोदय, स्क्रीन् लिखितमस्ति सारांश एवं सार्धातुसंज्ञक विकरणप्रत्यय निमित्तीकृत्य भवादिगणे चुरादिगणे चैव गुणकार्य सम्भवति. चुरादिगणे गुण कथं भवति? चुरादिगणे यदा तत्र अतिदेशधातुः निर्मितं भवति चेत् तत्र विकरणप्रत्ययः कः चुरादिगणे महोदय? निच् विकरणप्रत्ययः. निच् विकरणप्रत्ययः नास्ति महोदय. तो किमस्ति निच्? निच् इस् सनादिप्रत्ययः. सनादिप्रत्ययः यः तत्र निच् इति विकरण निच् इति प्रत्ययः आयाति सः भिन्नसूत्रद्वारा आयाति. निच् इति प्रत्ययः तत्र किं तत्र भिन्नसूत्रद्वारा आयाति. तत्र तु लिखितं चुरादिभ्य निच्, किं कारणे अत्र लिखितमस्ति चुरादिभ्य निच्? चुरादिभ्यः निच् अस्ति, परन्तु तत्र सः तत्र कर्तरि शब् सार्वधातुके इति सूत्र तत्र तस्मिन् प्रकरणे नास्ति. नीच् इति प्रत्ययः सनादिप्रत्ययः. नीच् इस् नाट् प्रथमे तत्र किं स्मर्तव्यं महोदय? नीच् इस् नाट् ए विकरण प्रत्ययः. सो विकरण प्रत्ययः नास्ति, अतः तत्र किं विकरण प्रत्ययः नास्ति चेत् तत्र नीच् इति प्रयोजनं भिन्नं. नीच् प्रत्यय योजनेन तत्र आतिदेशिकधातुः निर्मीयते. यदा तत्र आतिदेशिकधातुः निर्मीयते तदा तत्र विकरण प्रत्ययः तकर्तरि शप् सार्वधातुके इति सूत्रद्वारा सर्वदा शप् एव आयाति. सो नीच् इस् नाट् ए विकरण प्रत्ययः. अतः अत्र लिखितं विकरण प्रत्ययनिमित्तीकृत्य. सो विकरण प्रत्ययनिमित्तीकृत्य तत्र शप् एव विकरण प्रत्ययः अस्ति. सो शप् तत्र तो महोदय तत्र तु औपदेशिक धातु न निर्मितं, न अतिदेशिक धातु अभवत्. तत्र तु भिन्नं मत परिस्थितिः भवति न तत्र. तत्तु सत्यं महोदय, तत्र औपदेशिक धातु नास्ति, परन्तु कर्तरि शब् सार्वधातुके इति उपदेशे इति पदस्य तत्र आवश्यकता. उपदेश धातु भवेत् इति तत्र शप् योजनीयम् इति न लिखितं, न सूत्रे लिखितं कर्तरि शब् सार्वधातुके. धातु लिखितमस्ति कि गणे विभागं कर्तुं शक्नोति सार्धातुक् अस्ति चेत् तत्र चुडादिभ्यः गणे तु मतलब कि सार्धातुक् तु नास्ति प्रत्यय. तत्र तु मत औपदेशिक धातु न भवति तु चुडादिभ्य गणे वा तत्र किं कारणे अत्र लिखितमस्ति नीच् और् तत्र परं कर्तरि शप् तत्र तु महोदय शृणोतु. कर्तरि शप् सार्वधातुके विषये औपदेशिक धातु इति भवेत् इति तत्र निमित्तं नास्ति. सो तत्र यत् किमपि धातु भवेत्, सनाद्यन्तः धातु भवेत् अथवा भूवादयः धातु भवेत्, तत्र केवलं धातु इति पदस्य अनुवृत्तिः. अतः तत्र धातुः आतिदेशिक वा औपदेशिक वा इति तत्र निर्देशः एव नास्ति. अतः यत् किमपि धातु अस्ति तत्र सार्वधातुप्रत्ययः परे आयाति चेत् तत्र शप् इति विधानं महर्षिणा कृतम्. सो तत्र चोरी यः अस्ति सः धातु, तस्य धातुसंज्ञा अस्ति. तत्र तिप् इति लट् लोट् लङ् विधिलिङ् इति लकारेषु तत्र यः तिवादयः आयान्ति सः सार्वधातुक् अस्ति, अतः तत्र शप् इति विधानम्. सो नीच् इस् नाट् ए विकरण प्रत्ययः. अतः अत्र लिखितं तत्र विकरण प्रत्ययनिमित्तीकृत्य चुरादिगणे तत्र गुणः भवति, परन्तु तत्र निच् कारणेन यः गुणः भवति सः भिन्नविषयः, सः विकरण प्रत्ययः नास्ति. तावदेव महोदय. सो निच् इस् नाट् ए विकरण प्रत्ययः. तस्य गणना विकरण प्रत्ययेषु न भवति. निच् इस् अ सनादिप्रत्ययः. एण्ड् कर्तरि शब् सार्वधातुके इति सूत्रे तत्र केवलं धातु इति पदस्य अनुवृत्तिः, औपदेश इति पदं उपदेश इति पदस्य तत्र कोऽपि चर्चा एव नास्ति. अतः यत्किमपि धातु भवेत् तत्र तस्य धातु अनन्तरं कोऽपि सार्वधातु प्रत्ययः आयाति चेत् तत्र शप् इति विधानं भवति. सः आतिदेशिकधातु अस्ति वा औपदेशिकधातु अस्ति किमपि न लिखितं, केवलं सः धातु भवेत्. सो धातुसंज्ञासूत्रद्वयेन भवति. यस्य यस्य धातुसंज्ञा तस्य अनन्तरं सार्वधातु प्रत्ययः योजयामः चेत् तत्र शप् इति विधानं. तावदेव अस्ति महोदय. कोऽपि तत्र किमर्थं चुरादिगन्तो आवश्यकं नास्ति, कारणं कि औपदेशिक धातु नास्ति, तत् कारणं चुरादिगन् किं कारणे अत्र अस्ति, कारणं निच् प्रत्यय परे पूर्वमायाति तत् मध्ये औपदेशिक धातु न भविष्यति, औपदेशिक धातु भवति तो तत्र चुरादिगन् मध्ये किं कारणे अत्र अस्ति. You have some तत्र there is some क्लेशः महोदय. निच् कुत्र आयाति? निच् कुत्र निच् आयाति? औपदेशिक धातु नास्ति तदेव आयाति. कथं कुत्र लिखितम् औपदेशिक मूलधातु अनन्तरमेव निच् योजनीयम्? अस्तु लेकिन् आर्धातुक् अस्ति, आर्धातुक् अस्ति तु गणमध्ये विभागं निश्चयं न करणीयं तु अत्र चुरादिविगणं किं कारणे अत्र मत्स्य आवश्यकम् अभवत् किं महोदय? अत्र भवतः प्रश्नः कः अहं न अवगतं तत्र स्पष्टतया. अत्र चुरादिगणे विकर्णप्रत्यये नास्ति, सम्यक् वा? विकरण प्रत्ययः अस्ति, शप् इति विकरण प्रत्ययः अस्ति। न, तो पूर्वं तु धातु भवन्ति चे कथि यत् चूरि चूरि भव धातु भवति, तो औपदेशिक धातु तु नास्ति न तत्र, तु कर्तरि शप् युगलकिशोर क्षमता मिस्टर युगलकिशोर यू हेव् अ स्लैट् कन्फ्यूजन् सर् चुरादिगण you asked the question why is there a churadigan, churadigan is there because all the dhatus in churadigan have nich pratyaya swarthe, therefore all the dhatus have been collected in churadigan and the condition is they have nich pratyaya as a swarthe. I am asking here churadigane विकर्ण प्रत्यय नास्ति, नो नो विकर्ण प्रत्यय इज देयर, शप इज देयर सर, शप इज देयर, नीच प्रत्यय कम परे आयाति, पर पूर्वम पूर्वम सब पूर्वम नीच आयाति, नीच आयाति मतलब की जो है पोजिशन डिफरेंट भवति, न कि मतलब गणे गणे मतलब तत्र मतलब जो की आवश्यकं नास्ति गणे मत जो है प्रक्रिया. What do you mean गणे आवश्यकं नास्ति? नीच कारणं किम् उपदेशिक धातु न अवशिष्यते तत्र. महोदय भवान् ज्ञातुमेव पृच्छति वा, ज्ञात्वा विमर्शं कर्तुं पृच्छति वा? नै सर्वप्रथम नीच प्रत्यये आयाति, अस्तु चुरादिगणे शृणोतु, ज्ञातुमेव पृच्छति खलु भवती, जाना भवान् जानाति वा पूर्वमेव धातु अत्र किं लिखितमस्ति? वेरि वेरि वण्डर्फुल् पर्सन्स् रोट् दट् सेण्टेन्स्, प्लीस् डोण्ट् ट्रै टु फैण्ड् फाल्ट् वित् इट्, ट्रै टु अण्डर्स्टाण्ड्. विमर्शा दृश्यते भवतः वाक्य वाक्येषु विमर्शा दृश्यते, ज्ञातुमिच्छा न दृश्यते. ज्ञातुमिच्छा अति च अस्ति चेत् पृच्छतु, विमर्शा कर्तुम् आगच्छति चेत् अस्माकं समयः ज्ञातुम् इच्छति. अत्र अत्र भ्रमः भवति महोदय, विवरणं दत्तवती यदि सम्यक् अवगतं प्लीज् वदतु, प्लीज् वदतु, अहं ज्ञातुम् इच्छामि. तत्र प्रथमे तु नीच् इति विकरणप्रत्ययः नास्ति, अपि च तत्र यः शप् इति अस्ति, शप् सर्वदा धातु तत्र विकरणप्रत्ययः इति विकरणप्रत्ययः इति तस्य संज्ञा तु तत्र कोऽपि नास्ति व्याकरणशास्त्रे, परन्तु वयं किं यत् वैयाकरणः वदन्ति ते किं वदन्ति, धातु तिवादयस्य मध्ये यत् पतति तत् विकरणप्रत्ययः, यथा स्यता कुत्र पतति, धातु तिवादयस्य मध्ये पतति तस्य विकरणप्रत्ययः इति संज्ञा, प्रायशः संज्ञा नास्ति तस्य नामकरणमस्ति विकरणप्रत्ययः. पाणिनिमहर्षि पूर्वे अपि एतत् विकरण इति यः पदम् अस्ति तस्य तत्र प्रयोगः तत्र आसीत्, अतः अत्रापि वयं किं तत्र अष्टाध्यायीग्रन्थे विकरणप्रत्ययः इति कुत्रापि नास्ति. सो विकरणप्रत्ययः इत्युक्ते किं वयं तत्र ज्ञातुम् इच्छामः चेत् विकरण इत्युक्ते किं, विकरण इत्युक्ते किं, सो तत्र विकरण इति पारिभाषिकशब्दः, तस्य कृते कोऽपि संज्ञा नास्ति अष्टाध्यायीग्रन्थे. सो तत्र प्रायशः किं भवति, ये वैयाकरणः वदन्ति ते वदन्ति धातु तिबादयस्य मध्ये यत् पतति तस् सः विकरणप्रत्ययः. सो विकरण शप् इति कुत्र आयाति, धातु तिबादयस्य मध्ये आयाति, शन् कुत्र आयाति, तथैव सर्वाणि तथैव तास् चिलि स्य ते कुत्र आयाति, तिबादयस्य धातु तिबादयस्य मध्ये आयान्ति, सो ते एव विकरणप्रत्ययः. नीच् इति प्रत्ययः यः अस्ति तत्र चुरादिगणे विशिष्टधातवः, यदि चुरादिगणे किञ्चित् धातुविषये तेषां धातुविषये किञ्चित् वैशिष्ट्यं न आसीत् चेत् तत्र भुवादिगणे एव स्थापनीयं, ते सर्वे धातवः. सो तत्र किञ्चित् वैशिष्ट्यं दृश्यते. तत्र इकारः श्रूयते, इकारस्य कारणेन तत्र अय इति श्रूयते. सो तिङन्तप्रकरणे सो महर्षिणा किं कृतं, तत्र चुरादिगणे ये तत्र इकारः श्रूयते अतः अय श्रूयते, ते सर्वे धातवः कुत्र स्थापितः, दशमगणे स्थापितः. सो तत्र निच् कारणेन एतत् कार्यं भवति. सो निच् इति यः अस्ति सः धातुतिबादयस्य मध्ये न पतति. प्रथमे तु निच् इति यः अस्ति, वयं जानीमः तत्र सर्वेषु धातु अनन्तरं निच् इति प्रत्ययः आगन्तुं शक्यते. सो निच् तस्य कृते हेतुमति च सूत्रद्वारा सः तत्र हेतु भवति. कार्यस्य यः हेतु अस्ति तस्य अर्थे निच् इति योजनीयम्. परन्तु सार्वधातु चुरादिगणे यः निच् प्रत्ययः सः तत्र हेतुमति च सूत्रद्वारा न आयाति. हेतुमति च सूत्र निच् विधायकसूत्रं, तेन निच् इति प्रत्ययः धातु अनन्तरम् आयाति. परन्तु चुरादिगणे यः निच् आयाति सः भिन्नसूत्रे आयाति. कस्यचित् विशिष्टधातु विधानं तत्र निर्देशम् अपि च चुरादिभ्यः अपि तत्र निर्दिष्टम्. सो ये धातवः चुरादिगणे सन्ति तेषां प्रथमसोपाने तिङन्तप्रकरणस्य निर्माणार्थं तत्र प्रथमसोपाने निच् इति प्रत्ययः आयाति. परन्तु सः स्वार्थे नास्ति तत्र, सः स्वार्थे नास्ति तत्र. धातु कोऽपि धातु कोऽपि तत्र अर्थभेदः न जायते. अर्थं समानं तत्र तिष्ठति. अर्थः यत् मूलधातु अर्थः अस्ति तदेव तिष्ठति यदा वयं निच् योजयामः. परन्तु तत्र निच् यः प्रयोजनम् अस्ति भिन्नम् अस्ति. सो तत्र केवलं तेन किं भवति, निच् इति सनादिप्रत्ययः अस्ति, तेन अतिदेशसूत्रं भवति, अतिदेशधातु भवति. सो अतिदेशधातु अनन्तरं तत्र घनचिन्तनं नास्ति. तत्र केवलं कर्तरिषप् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति. अतः तत्र शप् इति विकरणप्रत्ययः मध्ये आयाति. सो चुरादिगणे शपकारणेन तत्र गुणकार्यं भवति. सो शप् इति विकरणप्रत्ययः आयाति. किमर्थं चेत् किमर्थं विकरणप्रत्ययः, धातु तिबादयस्य मध्ये पतति अतः मध्ये आयाति अथवा पतति वा सूत्रद्वारा आयाति इति तत्र तेन कारणेन तत्र गुणकार्यं भवति. तावदेव अस्ति. सो इफ् वी कीप् आन् डिस्कसिङ्ग् वी केन् नाट् बिकास् वी आर् आल्सो नाट् देट् लेवल् के ऐ विल् डिस्कस् वित् यू महोदय. So you have to remember only this, that nich is not a vikaran pratyaha and yaha churadigane yaha shap karanena gunaha bhavati atah shap vikaran pratyaha asti atah atra likhitam vikaran pratyaya nimiti kritya bhuadigane churadigane gunaha bhavati. Parantu tatra etat sarvadhatuk sangyak vikaran pratyaha atra likhitam sarvadhatuk sangyak vikaran pratyaha. Parantu tanadigrane विकरणप्रत्ययस्य निमित्तीकृत्य अपि गुणः भवति. परन्तु सः सार्वधातुकसंज्ञकः नास्ति, सः आर्धधातुकसंज्ञकः अस्ति. सो तनादिगणे आर्धधातुकसंज्ञकविकरणप्रत्ययनिमित्तीकृत्य गुणः भवति. तावदेव अस्ति. अत्र भगिनी अत्र अर्थं किं तिवादि अष्टादशतिप्रत्ययः तिवादि लस्य स्थाने ये तिबादयस्य तत्र विधानं ते तिबादयः तिबादयः तत्र अष्टादश प्रत्ययः अतः तिबादयः. भगिनी क्रूविषय वदतु, तत्र कथं गुणः भवति, करोति इति रूपं कथं सिद्ध्यति, वदतु भगिनि. क्रूव अत्र लिखितं न, उदाहरणमपि लिखितम् अस्मिन् परिच्छेदे क्रूयोग उ कुत्र भगिनि? हा हा हा अस्तु. स्क्रीन् दृश्यते वा? आमाम् आम् अत्र यथा कृ योग उ कर् योग उ करु करु योगति करोति उ एतत् तनादि डुक्रै इति धातुः अस्ति. डुक्रै इति धातुः तनादिगणस्य धातुः. दुःख्रैम् अतः प्रथमे एकनिमेषम् अत्र गुणकार्यं दृश्यते वा भगिनि आम् आम् सो केन सूत्रेण तद् वदतु न क्रू कार् कथं भवति तद् वदतु कृ इक्वर्णः इगन्तम् अस्ति अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण कृ कर् भवति अत्र निमित्तं किं गुणकार्यस्य कृते निमित्तं किं भगिनि ऊ अस्ति ऊ आर्धधातुकम् अस्ति कित् अपि नास्ति कित् अपि नास्ति नित् अपि नास्ति अतः गुणस्य कृते कोऽपि बाधा एव नास्ति अत्र नास्ति अतः उरणरपरः इति सूत्र अपि आयाति कृ कर् भवति कर् योग ऊ भवति वर्णमेलनम् अनन्तरं करु भवति इदानीं तिप् प्रत्ययः आयाति पकारस्य इत् भवति ति तिष्ठति अत्र ति अपि सार्वधातुकम् अस्ति अतः गुणस्य प्रसङ्गः अस्ति उकार कुरु उकारः सार्वधातुक विषये पित् अपि द्रष्टव्यं तिप् इति प्रत्ययः कीदृश प्रत्ययः पित् पित् अस्ति सार्वधातुकमपि अस्ति पित् अपि अस्ति अतः अङ्गस्य गुणः भवति उकारः ओकारः भवति अतः करोति कीदृश अङ्गम् अत्र इगन्तम् अङ्गम् केन सूत्रेण कार्यम् एकमेव सूत्रमस्ति न भगिनि सार्वधातुक अर्धधातुकयोः इति सूत्रेण पुनः गुणकार्यम् अत्र द्विवारं गुणकार्यं भवति प्रथमे तत्र विकरणप्रत्ययनिमित्तीकृत्य गुणकार्यम् अनन्तरं तिप् प्रत्ययनिमित्तीकृत्य अपि गुणकार्यम् सो प्रत्यस्य विषये तत्र द्रष्टव्यम् अङ्गं किम् अङ्गे गुणप्रसङ्गः अस्ति वा नास्ति यदा वयं भुवादिगणे भूयोगशप् कुर्मः तत्र भव इति अङ्गं भवति सो तिप् किं पश्यति अदन्ताङ्गं तिप् प्रत्ययस्य कृते तत्र अदन्ताङ्गम् अदन्ताङ्गम् अस्ति चेत् तत्र गुणप्रसङ्गः नास्ति अतः तत्र गुणः पुनः न भवितुं शक्यते किमर्थं चेत् शप् इति विकरणप्रत्यये अकारः अवशिष्टभागः सो तत्र तिप्रतिपादयस्य कारणेन गुणः न भवति परन्तु अत्र यः विकरणप्रत्ययः सः उ अस्ति उकारः इक्वर्णः सो अन्ते आयाति इत्युक्ते धातौ अङ्गस्य अन्ते आयाति सो अत्र धात्वङ्गे अपि गुणः भवति अपि च यः धातुयोगविकरणप्रत्ययस्य कारणेन मेलनेन यः अङ्गं निष्पद्यते तत्र अपि गुणः सम्भवति सो तत्र अन्ततो गत्वा किम् करोति भवति अत्र उकारः यः विकरणप्रत्ययस्य भागः तत्रापि गुणः भवति ओकारः भवति सो करोति इति अन्ततो गत्वा करोति इति रूपं लटि एकवचनस्य रूपम् इति तत्र सर्वदा द्रष्टव्यं क्रू विषये तत्र अन्यानि सूत्राणि अपि सन्ति परन्तु अत्र सार्वधातुक अपि प्रत्ययः अस्ति चेत् तत्र ककार उत्तरवर्ती यः अकारः तस्य उ इति आदेशः भवति भिन्नसूत्रद्वारा सो तत्र कुरुतः इति भवति सि इफ् यु आर् इफ् क्रू योग तस् कुर्मः चेत् तत्र वदतु किं भवति तस् तिङ् अस्ति परन्तु अपित् अस्ति तत्र सोपानेन वदतु भगिनि, क्रूयोग तस् भवति चेत् कस्य सूत्रस्य प्रसक्तिः प्रथमे? क्रूयोग तस् द्विवचनस्य विवक्षायां तत्र तस् इति विकरणप्रत्ययः, लट् लकारस्य द्विवचनस्य विवक्षायां धातुः क्रु अस्ति, द्विवचने तस् इति विकरणप्रत्ययः, तस् इति उक्तिवादयः, ल स्थाने तस् आयाति द्विवचनस्य विवक्षायाम्। इदानीं वदतु, हलन्त्यम् इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तस् इति प्रत्ययः विभक्तिप्रत्ययः, विभक्तिप्रत्ययः, अतः न विभक्ति न विभक्तौ न विभक्ति तस् तु स्माः, तत्र सकारः न हलन्त तस्य लोपः न भवति, निषेधसूत्रम् आयाति, अतः स तिष्ठति, सकारः तिष्ठति, सकारः तिष्ठति। प्रथमसोपाने प्रथमसोपाने अनुबन्धानां निष्कासनम् अनन्तरं प्रथमसोपाने एव द्रष्टव्यं सार्वधातुप्रक्रिया वा आर्धधातुप्रक्रिया, प्रत्ययः कीदृशः इति प्रथमसोपाने द्रष्टव्यम्। एतत् सार्वधातुकम् अस्ति, अतः कस्य सूत्रस्य प्रसक्तिः? धातु योग सार्वधातुप्रत्ययः, सत्यं वदतु, कर्तरि शप् सार्वधातुके, तत् सामान्यसूत्रं, कर्तरि शप् सार्वधातुके इति सूत्रस्य अत्र प्रसक्तिः, परन्तु प्राप्ति अस्ति वा? नास्ति। किमर्थं नास्ति? तनादिगणे अस्ति, अतः तनादिकृभ्यः सत्यं सूत्रस्य प्रसक्तिः अस्ति, अतः धातु तिबादयस्य मध्ये कः प्रत्ययः, कस्य विधानम्? सो धातु तिबादयस्य मध्ये यत् पतति तदेव विकरणप्रत्ययः इति तस्य अर्थः। तत्र यः पुष्पदीक्षित माताद्वारा यः पुस्तकमस्ति, अहं चिन्तयामि तत्र लिखितमस्ति एतत्, धातु तिब् मध्ये यत् पतति सः विकरणप्रत्ययः, कस्मिन् पृष्ठे अस्ति अहं न अहं तत्र पठितं, परन्तु पृष्ठसङ्ख्या किम् अस्ति तत् द्रष्टव्यम्, अनन्तरं वदामि, त्यजतु। क्रूयोग उयोग तस् वदतु। इदानीं उ प्रत्ययः तिप् नास्ति, षित् नास्ति, अतः सार्वधातुकं नास्ति, आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकं संज्ञा आर्धधातुकसंज्ञा प्राप्नोति। एतत् कित् नास्ति, नित् नास्ति, अतः गुणः गुणस्य कृते बाधा नास्ति, अतः गुणः भवति। कृ योगे उ कृ अतः कृयोग अर्योग उ योग तस् भवति। तस् इति प्रत्ययस्य कृते अङ्गं किम् इदानीम्? अङ्गं करु इति अङ्गं भवति। इदानीम् अत्र रु यः धातु अस्ति, अत्र एकं विशिष्टकार्यम् अस्ति अस्मिन् सोपाने, यदा तत्र वयं दृष्टवन्तः पूर्वे, तत्र यदा तत्र करुयोग तिप् करोति इति रूपं वयं दृष्टवन्तः न पूर्वे, प्रथम यः उदाहरणम् अस्ति, अत्र दृश्यतु तिप् सार्वधातुकप्रत्ययः, तस् सार्वधातुकप्रत्ययः, तत्र पित् यः पकारस्य यः प्रयोजनं सः विशिष्टम् अस्ति व्याकरणशास्त्रे। सो महोदय वदतु भगिनि, अत्र किमर्थम् अत्र सकारस्य लोपः न भवति इति इत्यपि प्रश्नः उदेति खलु महोदय? उक्तं भगिनिना उक्तं न सूत्रं, न विभक्तौ तु स्माः उक्तं वा? अस्तु अस्तु महोदय, विभक्तौ इत्युक्ते विभक्तिप्रत्ययेषु तुस्माः इतना सो तस् इति विभक्तिप्रत्ययः सो विभक्तिप्रत्ययः के इति वदामः चेत् तत्र मया सूत्रम् उक्तं पूर्वे अपि विभक्तिश्च एकं संज्ञासूत्रमस्ति विभक्तिश्च सूत्रेण किं सुप् अपि च तिङ् एते प्रत्ययाः विभक्तिसंज्ञकप्रत्ययाः सो तिब् अपि तिप् तिबादयः अपि विभक्तिसंज्ञकः सुप् अपि सु औजस् अमोर्षस् एकविंशति सुप् प्रत्ययः अपि विभक्तिसंज्ञकाः सो विभक्तिसंज्ञकप्रत्ययेषु तुस्माः इतना भवति निषेधकसूत्रम् अतः अत्र अपि तस् अपि तिबादयः सो तिबादयः विभक्तिप्रत्ययः अतः अत्रापि सकारस्य इतना सो करुयोगतिप् अस्ति अपि च अत्र करोति इति रूपं करोति इति रूपं परन्तु अत्र किं रूपं वयं सर्वे जानीमः कुरुतः इति रूपं किमस्ति कुरुतः इति रूपं सो अत्र कु श्रूयते अत्र क श्रूयते सो सार्वधातुक अपित् प्रत्यये कर् क्रू धातुः डुक्रै धातुः क्रू इत्युक्ते करोति इति अर्थे क्रू इति यः डुक्रै इति यः धातुः अस्ति सः करोति अर्थे अस्ति तस्य अर्थः अस्ति करोति अर्थे सो यः क्रू धातु करोति अर्थे अस्ति तत्र सार्वधातुक अपित् प्रत्ययस्य निमित्तीकृत्य ककार उत्तरवर्ती यः अकारः तस्य उकारादेशः भवति सूत्रमस्ति अत् उत् अकारस्य उत् उकारादेशः कुत्र अत् उत् सार्वधातुके परन्तु तत्र अपित् इति पदस्य अपि अनुवृत्तिः सो यः क्रू धातुः करोते अर्थे अस्ति तत्र अपित् प्रत्ययः परे अस्ति चेत् क्रू उत्तरवर्ती यः अकारः तस्य उकारादेशः भवति प्रथमे तु अत्र वदतु भगिनी अत्र गुणकार्यं भवति वा न भवति करु योग तस् अस्ति चेत् गुणकार्यं भवति वा न भवति अपि तस् प्रत्ययः तिप् अस्ति परन्तु अपित् अस्ति अतः गुणकार्यं न भवति कथं केन सूत्रेण सार्वधातुकम् अपित् अपि च सार्वधातुकम् अपित् इत्यनेन तस् बिहेव्स् लैक् ए निद् तावदेव तस् इस् इव् निद् इव् अस्ति बाधा केन सूत्रेण किणिति च इति सूत्रद्वयम् अत्र लेखनीयम् अत्र किमर्थं गुणकार्यं न भवति सि सार्वधातुकप्रत्ययः परे अस्ति इगन्ताङ्गम् अस्ति तथापि अत्र गुणः न भवति सो कारणं किं सार्वधातुकम् अपित् अपि च किनीति च इति सूत्रद्वारा सूत्रद्वयेन बाधा भवति सो करु एव तिष्ठति परन्तु एतत् अन्यत् सूत्रम् आगति अत् उत् सार्वधातुके सो ककार उत्तरवर्ती यः अकारः तस्य किम् उकारादेशः भवति सो अकारस्य स्थाने उ इति आदेशः सो कुरु इति अङ्गं भवति तस् प्रत्ययस्य कृते सो अत्र गुणकार्यस्य निषेधः किनिति च सूत्रद्वारा किमर्थं चेत् सार्वधातुक् तु अस्ति परन्तु अपित् अस्ति अतः निदिव अस्ति अतः किनिति च सूत्रेण अनन्तरं तत्र ससुजोः रुः इत्यनेन ऋत्वम् अपि च खरावसानविसर्जनीयः इति सूत्रद्वारा सकारस्य स्थाने तत्र रु रकारस्य विसर्गादेशः भवति अतः कुरुतः सो तत्र तिबादयस्य विषये यः करु इति अङ्गम् अस्ति तिप् तस् जी तत्र सर्वदा पित् अपित् द्रष्टव्यं यत्र पित् अस्ति तत्र गुणकार्यं भवति यत्र अपित् अस्ति तत्र कुरु करु एव तिष्ठति परन्तु तत्र एकम् अन्यत् कार्यम् अस्ति अत् उत् सार्वधातुके अकारस्य उकारादेशः भवति सो तत्र करोति कुरुतः कुर्वन्ति इति रूपं भवति सो तत्र एतत् सर्वदा द्रष्टव्यं पित् अपित् अपि च एतत्तु क्रू विषये विशिष्टं परन्तु अन्यस्मिन् धातुविषये तत्र पित् अपित् यः प्रयोजनम् अस्ति तत् सर्वदा द्रष्टव्यम्। अस्तु, क्षम्यतां, करु योग तस् कुरु कथं भवति? तत्र एकं सूत्रमस्ति महोदय, अत् उत् सार्वधातुके क्रू विषये एव कार्यं करोति एतत् सूत्रम्। अत् उत् सार्वधातुके क्रू धातुविषये एव तत्र किमस्ति सूत्र व्याख्या पश्यामः चेत्, करोति यः ककारः, करोति इति क्रू धातु यः ककारः, यदा तत्र करु इति अङ्गं भवति, सार्वधातुक अपित् प्रत्ययः परे अस्ति चेत् अकारस्य उकारादेशः भवति। अत् उत् अत् इत्युक्ते तपरकरणम् अस्ति, ह्रस्व अकारस्य स्थाने उत् इति आदेशः भवति। सो अकारस्य स्थाने तत्र उ इति आदेशः भवति, ह्रस्व उकारः। कदा भवति? सर्वदा न भवति, सार्वधातुक अपित् प्रत्ययनिमित्तीकृत्य एव भवति। सो यदा तिप् सिप् मिप् आयाति तदा तत्र कु न भवति, तत्र क एव तिष्ठति। परन्तु यदा तत्र अन्य अपित् प्रत्ययः योजयामः, तस् जी तिप् तस् जी सिप् थस् योजयामः, तत्र कु भवति। सो सार्वधातुक अपित् प्रत्ययः परे अस्ति चेत् कु भवति, सार्वधातुक पित् अस्ति चेत् क एव तिष्ठति। सो अत् उत् सार्वधातुके इति सूत्रद्वारा ककार उत्तरवर्ति अकारस्य उकारादेशः भवति, कदा? सार्वधातुक अपित् प्रत्यये परे। अपित् इति पकारस्य अभावेन भवति, पकारः अस्ति चेत् न भवति इति तस्य सूत्रस्य अर्थः महोदय। अतः कुरुतः इति भवति। अस्तु, धन्यवादः। अस्तु सूत्रं आम् आम् सत्यं भगिनि, केवलं क्रु करोति इति, केवलं क्रु विषये एव एतत् सूत्रं प्रवर्तते। सूत्रस्य अस्त उत् सार्वधातुके क्र धातुवे ऋष्वकारस्य स्थाने ऊकारः भवति, सार्वधातुक अपि परे खलु? आम्, अपि च करोति इति ककारः कस्य ककारस्य? करोति इति यः ककारः अस्ति, डुक्रै इति यः करोति अर्थे यः क्रु इति धातुः, तस्य ककारस्य उत्तरवर्ति यः अकारः, तस्य यत्किमपि ककारस्य उत्तरवर्ति यः अकारः तत् न, केवलं क्रू करोति इति अर्थे यः धातुः अस्ति तस्मिन् यः अकारः, ककार उत्तरवर्ति अकारः, तस्य उकारादेशः आम् तत्र। अनन्तरं कुरुतः, कुरुतः कुर्वन्ति, कु श्रूयते तत्र। परन्तु यदा तत्र सिप् सिप् मिप् योजयामः तत्र क एव तिष्ठति, तत्र कु न भवति। इफ् यु नो द रूपाणि यु केन् चेक् देट् क्रु धातु रूपाणि करोति आत्मनेपदी नास्ति, परस्मैपदी भगिनि। अत्वत् सार्वधातुके इत्युक्ते आस्थाने उ आयाति, ओके, परन्तु कः अकारः इति प्रश्नः सति चेत् ककार उत्तरवर्ति यः अकारः। सम्पूर्णसूत्र व्याख्या अत्र न दत्तं, परन्तु ककार उत्तरवर्ति यः अकारः सः अपि करोति इति ककारः, करोति इति क्रू धातु यः करोति इति अर्थे अस्ति तस्मिन्। तत्र अहं चिन्तयामि तत्र धातुद्वयम् अस्ति क्रू विषये, एकमस्ति डुक्रै, द्वितीयमस्ति भिन्नधातुः। ओ तत्र पश्यामः, अहं प्रेषयिष्यामि एतत् क्रू विषये। सो अत् उत् सार्वधातुके इति सूत्रेण तत्र सार्वधातुक अपित् प्रत्यये परे एव ककार उत्तरवर्ती यः अकारः तस्य ह्रस्व उकार इति आदेशः भवति. सो सार्वधातुक द्रष्टव्यम् अपित् अपि द्रष्टव्यं. पित् अस्ति चेत् एतत् सूत्रं कार्यं न करोति. महोदय सूत्रस्य नाम किम् एकवारं पुनः वदतु. अत् उत् सार्वधातुके अत् इति स्थानिवर्णः, अतः षष्ठ्यन्तम् अस्ति, विसर्गः अस्ति, परन्तु विसर्गस्य लोपः भवति. सो अतः उत् सार्वधातुके अकारः षष्ठ्यन्तं पदः अस्ति, तत्र तपरकरणम् अस्ति, अतः अकारस्य उकारादेशः. अस्तु अग्रे कः पठति? सूत्रस्य नम्बर् जायते न न सार्वधातुके कुत्र अस्ति न जानीमः महोदय. षष्ठमध्याये अस्ति, न जानीमः सूत्रसङ्ख्या किं न जानीमः. 6 4 1 10 पादन् 6 4 110 ओके थेङ्क् यू. अस्तु अग्रे अनुसूया भगिनी पठितुमिच्छति वा भगिनी सप्तं बिन्दुतः वदतु पठतु. तर्हि द्वादौ तनादौ चुरादौ च धात्वन्ये गुणः अरः. दिवादिगणे स्वादिगणे सुदादिगणे रुदादिगणे क्रियादिगणे च धात्वङ्गे गुणकार्यस्य प्रसक्तिः आसीत्, किन्तु अपित्वा बाधितम्. अतः अधुना आम् न एतत् सरलमस्ति, सर्वैः अवगतम् अहं चिन्तयामि. अधुना अदादिगणे जिहोत्यादिगणे च तयोः का गतिः? तयोः विकरणप्रत्ययः नास्ति. अत्र अङ्गं नाम किमस्ति किमिति स्मर्यताम्. अङ्गसिद्धान्तम् अनुसृत्य प्रत्ययात् पाक् यावत् अस्ति तत्सर्वम् अङ्गम् इति उच्यते. अङ्गं नाम प्रत्ययस्य कार्यक्षेत्रम्. सोमिनि गणेषु इत्येषु गणेषु तिङ्प्रत्ययान् निमित्तीकृत्य अङ्गं कार्यक्षेत्रम् अस्ति. धातुः विकरणप्रत्ययः चुरादिगणे धातुः निच् विकरण प्लस् विकरणप्रत्ययः, किन्तु अदादिगणे ज्योत्यादिगणे च गणयोः किङ्प्रत्ययानाम् अङ्गं कार्यक्षेत्रम् अस्ति धातु एव. तत्र विकरणप्रत्ययः नास्ति. तत्र अङ्गं किं तिबादयस्य कृते तत्र अङ्गमेव नास्ति. शप्रत्ययः अस्ति परन्तु प्रत्ययानाम् अङ्गं धातु एव, विकरणप्रत्ययः नास्ति. तत्र केवलम् एकमेव प्रत्ययः आयाति, सः तिबादयः. सो तिबादयस्य कृते तत्र साक्षात् धातु एव अङ्गं भवति. कुत्र अदादिगणे अपि च ज्योत्यादिगणे. अदादिगणे ज्योत्यादिगणे शप्रत्ययः लुक् इति सूत्रेण लोपः भवति. अदादिभ्यः शप् लुक् इति सूत्रम् अस्ति. अदादिभ्यः शप् लुक् इति सूत्रम् अस्ति. इत्यनयोः तयोः विकरणप्रत्ययः एव नास्ति. धातु अधिकं तिङन्त एव. अतः तिङन्तप्रत्ययस्य अङ्गः धातु एव भवति. अङ्गसंज्ञा तत्र अङ्गसंज्ञासूत्रं किं स्मार्यति वा? सार्वधातकार्धधातुकयोः अङ्गसंज्ञा अङ्गसंज्ञासूत्रं किं? वाट् इस् एन् अङ्ग? अङ्गं किम् अस्ति? यस्मात् प्रत्ययः विधीयते तदाद् प्रत्ययङ्गम् सो सि वै वि आर् डिस्कस्सिङ्ग् अङ्गम् इति संज्ञा किमर्थम्? बिकास् गुणः अङ्गे एव भवति. सत्यं सत्यं. सो इकः अङ्गस्य गुणः, अङ्गस्य इकः गुणः, सो अङ्गे गुणः भवति. सो तत्र सर्वदा अङ्गं किम् इति द्रष्टव्यं. तत्र इकः धातु अङ्गम् इति नास्ति, इकः धातु गुणः इति नास्ति. तत्र इकः अङ्गस्य गुणः सार्वधातु कार्यधातुकयोः. सो तत्र धातु अपि अङ्गं भवति. शापप्रत्ययस्य कृते धातु एव अङ्गं, परन्तु दिवादयस्य कृते धातुयोग विकरणप्रत्ययः अङ्गं भवति. सो अङ्गसंज्ञा किम् अस्ति चेत् यस्मात् प्रत्ययः विधीयस्ते तदा तदादिप्रत्यय अङ्गम् इति सूत्रम् अस्ति. यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गम् इति अङ्गसंज्ञासूत्रम्. सो यत्र यत्र प्रत्ययः विधीयते तत्र एव अङ्गसंज्ञा भवति. यत्र प्रत्ययः न विधीयते तत्र अङ्गसंज्ञा न भवति. सो धातुयोग यस्मात् प्रत्ययः विधि, यस्मात् प्रत्ययः विधि तदादिप्रत्यय अङ्गम्. यस्मात् प्रत्ययः विधिः तदादिप्रत्यय अङ्गम्. विधिः विधिः अस्ति, विधिः तत्र विसर्गस्य लोपः जायते. सूत्रसङ्ख्या तु सूत्रसङ्ख्या प्रथम अध्याये चतुर्थपादे त्रयोदशः. वन् फोर् तर्टीन् सूत्रं किं पठतु एकवारं भगिनि. यस्मात् प्रत्यये विधिस्तदादि प्रत्यये अङ्गम्. विधिस् आम्, तत्र सकारादेशः भवति, विसर्गस्य सकारादेशः. आम् महोदय. यस्मात् प्रत्ययः विधिस्तदादि प्रत्ययङ्गम्. सत्यम्. आम् महोदय. वन् फोर् तर्टीन् तद् अङ्गसंज्ञा अस्ति. प्रत्यये अङ्गं, प्रत्यये अङ्गम्. Where? After that, in that sutra pata, after the sutra, they have given the sankhya 199. Puta puta sankhya va? Putra bhagni? Ashtadhyaya sutra, sutra pata. That refers to... That I think indicates some books, puta sankhya. Madam, that refers to the commentary, not the Ashtadhyayi. That's from, I think, from another commentary. That book is different. No, no, no. That is, I think that is for this Komadi Granthakar. Etat Sutram Kutra Ayati. Tatra Tayah Sutra Sankhyasti. I think that number is there. सिद्धान्तकौमुदी मध्ये यः सङ्ख्या अस्य सूत्रस्य यस्मात् प्रत्ययः विधिः, देट् सङ्ख्या मैट् बि गिवन् ओवर् देयर्. अस्तु. सो अदादिगणे अपि च जुहोत्यादिगणे तत्र धातु एव अङ्गं भवति तिबादयस्य कृते, परन्तु अन्यस्मिन् गणे तिबादयस्य कृते यः अङ्गं सः धातुयोगविकरणप्रत्ययः अस्ति. अनन्तरं भवन्ति इत्येषु रूपेषु तीतः अन्ति इति तिङ् प्रत्ययाः इत्युक्तं. तेषां प्रत्ययानां मूलरूपाणि एवं सिप् तस् झि. सिप् इत्यस्मिन् प्रकारस्य यत्संज्ञा कृत्वा लोपं कृत्वा ति इति शेषः, तथा अन्येषामपि तिङ् प्रत्ययानाम् अनुबन्धरूपानन्तरं सिद्धरूपाणि सन्ति. अत्र तस्य विषये न, अत्र केवलं यः मूलतिप् प्रत्ययः तिप् तस् जि अस्ति. सो लट् लकारे तितः अन्ति भवति. सो भवति, भवतः, भवन्ति. एवं च मूलप्रत्नैपदि धातूनां तिङ् प्रत्ययः प्रथमपुरुषात् तिप् तिप् तस् जि, मध्यमपुरुषात् तिप् तस् थ, उत्तमपुरुषा मिक् वस्मत्. एते सर्वे प्रत्ययाः, एते सर्वे तिङ् अतः किंषित् सार्वधातुकम् इत्यनेन सार्वधातुकम् एकवचने तिक् सिक् निक् इत्येते प्रत्ययाः पितः अतः तत्र सार्वधातुकमपि इव वर्तते इति सूत्रेण तत्र विगुणः न भवति द्विवचने बहुवचने च तिङ् प्रत्ययः सर्वत्र अपि इति कारणात् सर्वदातुकं वीति च इत्याभ्यां सूत्राभ्याम् अङ्गे गुणः नः द्विवचने बहुवचने अपि अस्ति अपि अपि अस्ति अतः गुणः न भवति प्रथम एकवचने गुणः भवति सर्वदातुकम् अस्ति प्रथमम् तिबादयेषु तिबादयेषु त्रीणि प्रत्ययः एव पित् अस्ति अन्य सर्वे अपित् सो यत्र यत्र पित् अस्ति ते सर्वे सार्वधातुक अतः पित् अपि द्रष्टव्यं बिकास् दीस् आर् सार्वधातुक देट् इस् वै वी आर् सीङ्ग् पित् अपित् बिकास् अपित् प्रत्ययः निदेव भवति तत्र किनिति च सूत्रस्य द्वारा बाधा भवति परन्तु ये पित् प्रत्ययः तत्र गुणः अर्हति तत्र गुणः भवति तिप् सिप् मिप् एते त्रयः प्रत्ययः एव पित् प्रत्ययः सार्वधातुक पित् प्रत्ययः अन्य सर्वे सार्वधातुक अपित् प्रत्ययः तत्र गुणः न भवति एकवचनेव भवितुं शक्यते हा सो परस् एते एते नवप्रत्ययाः परस्मैपदी धातूनां कृते आत्मनेपदी धातूनां कृते भिन्न सेट् अस्ति त आतां ज था साथां द्वम् इड्वहि महिङ् तत्रापि एते तु केवलं परस्मैपदी धातूनां कृते तिप्तस् जि सिप्तस्थ सो परस्मैपदी प्रत्ययेषु केवलं त्रीणि प्रत्ययाः एव पित् प्रत्ययः अन्य सर्वे अपित् प्रत्ययः So, when we say pit apit, we should automatically know that when pit, we are referring to gunakaryam. Because pit apit pratyaya karanena eva gunaha bhavati, yatra apit tatra gunaha na bhavati. It is tatra, whenever we say this is apit, that means we are automatically referring that atra gunaha na bhavati. Atra gunasya badha. धन्यवादः एतत् परिच्छेदं पठतु भगिनि अत्र समापयामः यथा अदादिगणे ई धातुः गतौ ई अधिकं तिक् सार्वधातुकयोः इत्यनेन सूत्रेण इगन्ताङ्गस्य तिकः गुणः एति इति रूपं सिद्धम् अत्र तिप् तिप् प्रत्ययस्य अङ्गम् इ एव अदादिगणे शप् शप् लुक् भवति शप् प्रत्ययस्य लुक् भवति लोपः भवति सो इन् गतौ इति धातु अस्ति इन् गतौ इति धातु अस्ति तत्र नकारस्य संज्ञा भूत्वा तत्र इ एव अवशिष्यते इकारः अवशिष्यते इ योग तिप् भवति सो इ इति अस्ति सि अत्र साक्षात् अङ्गम् इगन्त इक् अस्ति इक् वर्णः अस्ति केवलम् इक् वर्णः अस्ति इति रूपं सिद्ध्यम् किन्तु द्विवचने तस् इति तिङ् प्रत्ययः अपि अतः गुणः निषेधः इ अधिकं तः इतः सो एति इतः इति भवति भवितुं न अत्र अतीत नास्ति केवलं क्रूधातुविषये एव सो अत्र इतः केवलं भवति इतः इति वर्णमेलनम् एव केवलं वर्णमेलनम् अस्ति अपि च सकारस्य तत्र ऋत्वम् अपि च खर अवसान विसर्जनीयः इति सूत्रद्वारा विसर्ग आदेशः तस् इति सकारस्य सो तत्र तः सो इतः इति भवति. सो अत्र गुणः न भवति, परन्तु प्रथम एकवचने गुणः भवति एति इति रूपम्. सर्वदा तिप् पित् अपित् तत्र द्रष्टव्यं. पित् अस्ति चेत् गुणः करणीयम्, अपित् अस्ति चेत् गुणस्य कृते बाधा भवति. सार्वधातुकम् अपित् अपि च किनिति च सूत्रद्वयस्य द्वारा द्वयेन तत्र किं गुणस्य बाधा भवति. अत्र ई योग तस् विषये तत्र सर्वं दत्तं विस्तारेण प्रदर्श्यते चेत् तत्र सर्वं दत्तम् इति. तु तत्र अन्ते तत्र एकम् अभ्यासः अपि अस्ति. सो गृहकार्यरूपेण अभ्यासं कृपया सर्वे तत्र एतत् अत्र अस्ति न भुवादौ अदादौ ज्योत्यादौ अत्र अग्रे तत् कानिचन धातवः भिन्नभिन्नगणस्य धातवः तत्र दत्तं. तेषां विषयः गुणः भवति वा न भवति, किमर्थं न भवति, सूत्रद्वारा तत्र सर्वं तत्र द्रष्टव्यं. सो अग्रस्मिन् वर्गे एतत् सर्वं द्रष्टव्यम्. अपि च एकवारं पुनः तत्र एतत् करपत्रं पठतु. कोऽपि अत्र तु सरलमस्ति, अहं चिन्तयामि कोऽपि तत्र भ्रमः नास्ति, परन्तु पुनः पठतु, बिकास् फ्रोम् दिस् यु विल् गेट् अ क्लियर् पिक्चर् आफ् गुणकार्यं. गुणः कुत्र भवति, कुत्र न भवति, कस्य कारणेन भवति, प्रत्ययस्य कः प्रत्ययः निमित्तम् अस्ति, तत्सर्वम् अस्मिन् तत्र स्पष्टं भवति एतत् करपत्रे. सो एकवारं पुनः पठतु, बिकास् सी वेन् वी गो फार्वर्ड् वि विल् नाट् डिस्कस् आल् दीस् थिङ्ग्स्. सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कः अर्थः, पुगन्तलघुपदस्य च सूत्रेण कुत्र कार्यं भवति, कदा कार्यं भवति. सो यु शुड् आल् रिपीट् आल् दीस् थिङ्ग्स्. अभ्यासः आल्सो अस्ति चेत् मनसि कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, स्थगामः. सः विसर्गः भवति, जी अन्त भवति. किं भगिनि प्रश्नः कः? सूत्रात् भवति अहं जानामि. तस् ऐ नो बिकास् स गोस् बट् इन् जी तस् सकारः विसर्गः भवति इति सूत्र कुत्र अस्ति प्रश्ने? तत्र यः सकारस्य विभक्तिप्रत्ययेषु यः सकारः अस्ति प्रायशः तत्र किं विसर्गः श्रूयते, अन्ततो गत्वा तत्र विसर्गः श्रूयते. सो तत्र सूत्रद्वयम्, एकमस्ति ससजुः रुः. सो तत्र सकारस्य रु आदेशः ऋत्वं भवति, अन्ते सकारस्य ऋत्वं भवति, अनन्तरं खर अवसानविसर्जनीयः, रकारस्य अवसानपरे अपि च खर व्यञ्जनपरे विसर्गादेशः भवति. सो तत्र अत्र अवसानः अस्ति. किम् अवसानः इत्युक्ते विरामो अवसानः. अवसानः इति एकं पारिभाषिकशब्दः अष्टाध्यायी. सो विरामो अवसानः, यत्र विरामः अस्ति तत्र अवसानः. सो विसर्गः कदा कदा भवति? अवसानपरे भवति, अपि च खर व्यञ्जनपरे अस्ति चेत् भवति. खर अवसानविसर्जनीय. सो खर परे विसर्गादेशः, अपि च अवसानपरे विसर्गः. अस्मिन् प्रक्रियायां तु अस्माकं सविधे यत् अस्ति तत्र अवसानः अस्ति, किमपि अनन्तरं नास्ति. अतः तत्र सकारस्य प्रथमे रकारादेशः, रकारस्य अनन्तरं विसर्गादेशः. परन्तु यः तीतः अन्ति अन्ति. सो जकारस्य अन्त आदेशः भवति, जकारस्य अ न त आदेशः भवति, अन्तादेशः. सूत्रमस्ति ज्योन्तः, ज्योन्तः जकारस्य अन्त आदेशः. सो अन्तयोग इ सि अस्ति न, जकारः अपि च ह्रस्वीकारः. जकारस्य स्थाने अन्त आदेशः भवति, अकारः, नकारः, तकारः. अन्ति इति आदेशः भवति चेत् वर्णमेलनेन किम् अन्तयोग इ जि इति ईकारः अपि अस्ति सो अन्ती भवति तीतः अन्ति ज्वन्तः केवलम् एकमेव सूत्रम् अस्ति बहुवचनस्य कृते ज्वन्तः गणे द्वौ अपि सूत्रं स्थापयतु भगिनि आम् अहं प्रेषयिष्यामि भगिनि अस्तु अत्र कोऽपि अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु अन्यथा अत्र स्थगामः सो तत्र केषु गणेषु धातुवङ्गे गुणः भवति इति अस्करपत्रस्य अङ्गे धातुवङ्गे गुणः धातु इस् आल्सो एन् अङ्गं फार् विकरणप्रत्ययः बिकास् प्रत्ययस्य प्राक् यत् भागं तत् सर्वम् अङ्गं सो मूलधातुः अङ्गं भवति विकरणप्रत्ययस्य कृते अस्तु नास्ति प्रश्नः नास्ति चेत् अत्र स्थगामः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः नमस्कारः धन्यवादाः धन्यवादाः भगिनि